पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 1 ॐ श्रीविष्णवे नमः ॐ श्रीवेदव्यासाय नमः ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ऋषय ऊचुः श्रुतं पादालखण्डं च त्वया ख्यातं विदाम्बर नानाख्यानसमयुक्तं परमानन्ददायकम् अधुना श्रोतुमिच्छामो भगवद्भक्तिवर्धनं पात्मे यच्छेषमस्तीह तद्ब्रूहि कृपया गुरो सूत उवाच शृणुध्वमुनयः सर्वे यदुक्तं शङ्करेण हि पृच्छते नारदायैव विज्ञानं पापनाशनं एकदा नारदो लोकान् पर्यडन् भगवत्प्रियः गदोद्रिमन्दरं शम्भुं प्रष्टुं किञ्चिन्मनोगतं तत्रासीनमुमानाथं प्रणिपत्य शिवाज्ञया उपविष्टः समादिष्ट आसनेऽभिमुखो विभोः नारद उवाच पप्रच्च इदमेवेशम् यन्मां पृच्छथ सत्तमाः भगवन् देवदेवेश पार्वतीश जगद्गुरो भगवत्तत्त्वविज्ञानं येन स्यात् तन्ममादिश शिव उवाच शृणु नारद वक्ष्यामि पुराणं वेदसम्मितम् यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः प्रथमोत्तरकीर्ति स्यात् पर्वताख्यानमेव च जालं धरं तथाख्यानं श्रीशैलाख्यं ततः परं हरिद्वारस्य व्याख्यानं विष्णुपादोद्भवां तथा प्रयागतीर्थं ते वक्ष्ये दशाश्वमेधिकं च तत् तुलसीमहिमा चैव शङ्खचक्रगदादिकं द्वारकायास्तदाख्यानं महोत्सवविधिस्ततः तडाकजं तथा पुण्यं वापी कूपप्रपादिकम् गणपत्यं तदो वक्ष्ये वैष्णवागममेव च जीर्णोद्धारस्य माहात्म्यं मन्दाकिनी समागमं सा ब्रह्मत्यास्तु माहात्म्यं माहात्म्यं तीरजं तथा स्त्रीशूद्राणां तथा धर्मं तथा त्याज्यैश्च धारणम् उमामहेशसंवादे प्रोक्तं नामसहस्रकं कैलासात् तत्समानीदं नारदेनाग्रजन्मना लोकानां ब्राह्मणानां च क्षत्रियाणां विशेषतः स्त्रीशूद्राणां विशेषेण पठितव्यं समाहितैः इदं पवित्रं परमं पुण्यमायुष्यवर्धनं पठितव्यं विशेषेण विष्णोसायुज्यमाप्नुयात् विष्णोर्नामसहस्रं तत् पावनं भुवि विश्रुतं चतुर्विंशतिमूर्तीनां स्थानकानीह संवदेत् तेषां च माता पितरावन्तरं च ब्रवीम्यहं गोत्रं वेदांश्च तेषां वै कर्माणीह तथैव च त्रियस्तेषां प्रवक्ष्यामि यथा विज्ञानदर्शनाद चतुर्विंशत्येकादशीनां द्वादशीनां प्रभावदां गोदावर्याश्च माहात्म्यं शङ्खचक्रादिधारणं ब्राह्मणानां विशेषेण धारणं विधिपूर्वकं यमुनायाश्च माहात्म्यं गण्डीकायास्तथा मुने वेत्रवत्यास्तु माहात्म्यं वच्म्यहं तेन संशयः गिल्लितीर्थोद्भवं पुण्यं शिलाक्षेत्रं महच्चयद तत्सर्वं सम्प्रवक्ष्यामि खण्डे उत्तरसंज्ञके अर्बुदेश्वरमाहात्म्यं तत्र तीर्थादिकं चयद सरस्वत्याश्च माहात्म्यं सिद्धक्षेत्रादिकं चयद पद्मनाभसमुत्पत्तिं तुलस्याश्चैव धारणं गोपीचन्दनमाहात्म्यं पट्टपूजां तथैव च निरञ्जनस्य माहात्म्यं तथा विज्ञानदर्शनं तत्र दीपप्रदानं च धूपदानं विशेषतः कार्तिकस्याधमाहात्म्यं माहात्म्यं माखजं तथा सर्वेषां च व्रतानां च माहात्म्यं विधिपूर्वकं शृणु नारदवक्ष्यामि जगन्नाथाख्यमुत्तमं यं दृष्ट्वा मुच्यते लोको ब्रह्महत्यादिपादकाद यत्र सिद्धिं तदा भुक्तं पारलौकिकदायकं ब्राह्मणा यत्र भुञ्जन्ति वेदशास्त्रविशारदः अन्येषां चैव लोकानां काकथा चैव सुव्रत पञ्चविंशत्यत्र नागा नर्तक्यो विविधास्तथा ब्रह्महत्या बालहत्या गवां हत्या तथैव च ताः सर्वा विलयं यान्ति जगन्नाथस्य दर्शनाद जगन्नाथेत्युच्चरन्तुर्महापापैः प्रमुच्यते विष्णुपूजनकं पुष्पैस्तन्माहात्म्यमपि ब्रुवे पर्वतानां वर्णनं च देशानां वर्णनं तथा गोपूजनादिमाहात्म्यं सिद्धानां चैव पूजनं सिद्धे दत्ते तु यत्पुण्यं तत्सर्वं प्रवदाम्यहं कदलीगर्भदानं च वृक्षदानं ततः परम् अश्वदानं हस्तिदानं जपमाहात्म्यमुत्तमं मन्त्रदीक्षागमं चैव गुरोर्लक्षणमेव च शिष्यस्य लक्षणं प्रोक्तं यथा पौराणिकविदुः चरणोदकमाहात्म्यं पितृश्रद्धादिकं चयद पितृक्षयाहदानं च नीलोत्सर्गविधिस्ततः ग्रहणं चन्द्रसूर्यस्य तत्र दानं च यद्भवेद शालग्रामस्य दानस्य माहात्म्यं माल्यगन्धयोः दशम्यैकादशी वेदं द्वादशी हरिवासरं तेषां चैव दु माहात्म्यं रुद्रनामादिकं चयद मधुरायाश्च माहात्म्यं कुरुक्षेत्राधिकं तथा सेतुबन्धस्य चाख्यानं श्रीरामेश्वरजं तथा त्र्यम्बकस्य च माहात्म्यं पञ्चवट्याश्च यत्फलं दण्डकारण्यमाहात्म्यं शृणु वाडवसत्तम दण्डकारण्यमाहात्म्यं नृसिंहोत्पत्तिकारणं गीतायाश्चैव माहात्म्यं तथा भागवतस्य च कालिन्द्याश्चैव माहात्म्यमिन्द्रप्रस्थस्य वर्णनं रुक्माङ्गदचरित्रं तु महिमा वैष्णवस्य च वैष्णवे ह्येगभुक्तेदु शृणु वाडवसत्तम ससागराञ्च पृथिवीं दत्त्वा चैवदु यत्फलं तत्फलं समवाप्नोति भुक्ते ह्येकेदु वैष्णवे सात्विका सत्त्वसम्पन्ना राजसा कामुका स्मृताः तामसा अधमाः प्रोक्ता वैष्णवानां तु लक्षणं ब्राह्मणा वैष्णवा येदु वेदधर्मपरायणाः तेषां माहात्म्यं वक्ष्यामि यथोक्तं चैव नारद विष्णुनिन्दारदाये वै द्रव्यलोभेन सत्तमा तेषां पापं तु वक्ष्यामि साम्प्रतं ऋषिसत्तमा ज्वालामुख्यास्तथाख्यानं हिमशैलेक्षणं तथा ब्रह्मोत्पत्तिस्तु वै यत्र तं प्रदेशं वदाम्यहं कायस्थानां समुत्पत्तिर्गया व्याख्यानमेव च गदाधरस्वरूपं च फल्गुवर्णनमेव च एतेषां चैव माहात्म्यं पात्मे दृष्टं तथा श्रुतं महाबोधस्वरूपं च सकल्केर्यश एव च रामगयाया माहात्म्यं तथा प्रेतशिलाभवं ब्रह्मणश्च तथाख्यानं शिलाख्यानं वदाम्यहं ब्रह्म योनेस्तथाख्यानमक्षयाख्यवटस्य च श्राद्धे तत्र महत्पुण्यं यत्तत्सर्वं वदाम्यहं महेश्वरकृतां भक्तिं विष्णुना च महात्मना अद्यापि काश्यां जपति महारुद्रो ह्यनामयं माहात्म्यं च ततो वक्ष्ये सागरस्य हि नारद तिलतर्पणजं पुण्यं यवजं पुण्यमेव च तुलसीदलसंयुक्तं तर्पणं देवजं तथा तन्माहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम शङ्कनाथस्य माहात्म्यं पुण्यं च सङ्ख्यसंज्ञकं रवेर्वारस्य माहात्म्यं योगस्य विष्णुसंज्ञिनः वैधृतस्य च माहात्म्यं व्यदीपादस्य वै तथा एतत्सर्वं प्रवक्ष्यामि यथोक्तं चैव नारद अन्नदानं वस्त्रदानं भूमिदानं तथैव च शय्यादानं च गोदानं तथा वृषभमेव च जन्माष्टम्याश्च माहात्म्यं मत्स्य माहात्म्यमेव च कूर्ममाहात्म्यं तत्प्रोक्तं वाराहस्य तथैव च माहात्म्यं च गवादीनां दानानां प्रवदाम्यहं प्रह्लादमुखभक्ताये ये केचित् भुवि विश्रुताः तन्माहात्म्यं ततो वक्ष्ये शृणु देवर्षिसत्तम जागरे महिमा चैव दीपदाने कृते चयद प्रहरेषु पृथक् पूजा फलं देवर्षिसत्तम परशुरामस्य चाख्यानं रेणुकाया वधस्तथा ब्राह्मणानां भूमिदानं रामेणैव च यत्कृतं रामस्याश्रमजं पुण्यं वदाम्यहमशेषतः नर्मदायास्तदाख्यानं पुण्यपूजनयोस्तथा दानं वेदपुराणानामाश्रमाणां निरूपणम् हिरण्यदानपुण्यं च ब्रह्माण्डदानमेव च पद्मपुराणदानं च खण्डानां व्यक्तयस्तथा प्रथमं सृष्टिखण्डं च द्वितीयं भूमिखण्डकं स्वर्गखण्डं तृतीयं चतुर्यं पादालसंज्ञकम् उत्तरं पञ्चमं प्रोक्तं खण्डान्यनुक्रमेण वै एतत्पद्मपुराणं तु व्यासेन तु महात्मना कृतं लोकहितार्थाय ब्राह्मणश्रेयसे तथा शूद्राणां पुण्यजननं तीव्रदारिद्र्यनाशनं मोक्षदं सुखदं चाशु कल्याणप्रथमव्ययं श्रुत्वा दानं तथा कुर्याद्विधिना तत्र नारद इति श्रीपात्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे महेशनारदसंवादे बीजसमुच्चयो नाम प्रथमोऽध्यायः ॐ